तद्यत् कर्मयितो लोकः क्षीयत एवमेव अमुत्रपुण्यतो लोकः क्षीयते तद्येह आत्मानम् अनुविद्य व्रजन्ति एतागुंश्च सत्यान् कामगुंस्तेषां सर्वेषु लोकेषु अकामचारो भवति अथ येह आत्मानम् अनुविद्य व्रजन्ति एतागुंश्च सत्यान् कामागुंस्तेषागुं सर्वेषु लोकेषु कामचारो भवति अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथः इह इत्यादि तत्र यथा इह लोके तासामेव स्वामी अनुशासन अनुवर्तिनीनां प्रजानां सेवादीतो लोकः पराधीन उपभोगः क्षीयते अन्तवान् भवति अथ इदानीं दाष्टान्तिकम् उपसंहरति एवमेव अमुत्र अग्निहोत्रादिपुण्यतो लोकः पराधीनोपभोगः क्षीयत एवेति उक्तः दोषः येषामिति विषयं दर्शयति तद्य इत्यादिन तत्र ये इह अस्मिन् लोके ज्ञानकर्मणोः अधिकृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टम् अननुविद्य यथोपदेशम् अनु स्वसंवेद्यताम् अकृत्वा व्रजन्ति देहात् अस्मात् प्रयन्ति य एतांश्च यथोक्तान् सत्यान् सत्यसङ्कल्पकार्यांश्च स्वात्मस्तान् कामान् अननुविद्य व्रजन्ति तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्त्रता भवति यथ राजानुशासनानुवर्तिनीनां प्रजानाम् इत्यर्थः अथ ये अन्ये इह लोके आत्मानं शास्त्राचार्योपदेशम् अनुविद्य स्वात्मसंवेद्यताम् आपाद्य व्रजन्ति यथोक्तांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारः भवति राज्ञैव सार्वभौमस्य इह लोके इति प्रथमखण्डभाष्यं द्वितीयखण्डः स यदि पितृलोकामो भवति सङ्कल्पादेव अस्य पितरः संतिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते कथं सर्वेषु लोकेषु कामचारो भवति इति उच्यते यः आत्मानं यथोक्तलक्षणं हृदि साक्षात् कृतवान् वक्ष्यमाणब्रह्मचर्यासाधनं सम्पन्नस्सन् तत्स्थांश्च सत्यान् कामान् स त्यक्तदेहः यदि पितृलोककामः पितरो जनीतारः त एव सुखहेतुत्वेन भोग्यत्वात् लोकाः उच्यन्ते तेषु कामो यस्य तैः पितृभिः सम्बन्धिश्च यस्य भवति तस्य सङ्कल्पमात्रादेव पितरः सन्तिष्ठन्ति आत्मसम्बन्धितामापद्यन्ते विशुद्धसत्त्वतया सत्यसङ्कल्पत्वात् ईश्वरस्यैव तेन पितृलोकेन भोगेन सम्पन्नः सम्पत्तिः इष्टप्राप्तिः तया समृद्धः महीयते पूज्यते वर्धते एव महिमानम् अनुभवति अथ यदि मातृलोकामो भवति सङ्कल्पादेव अस्य मातृः सन्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते अथ यदि भ्रातृलोकामो भवति सङ्कल्पादेव अस्य भ्रातृः सन्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते अथ यदि स्वतृलोकामो भवति सङ्कल्पादेव अस्य सुतारः सन्तिष्ठन्ति तेन स्वतृलोकेन सम्पन्नो महीयते अथ यदि सखिलोकामो भवति सङ्कल्पादेव अस्य सखायः सन्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते अथ यदि गन्धमाल्यलोकामो भवति सङ्कल्पादेव अस्य गन्धमाल्यसमुत्तिष्ठतः तेन गन्धमाल्यलोकेन सम्पन्नो महीयते अथ यदि अन्नपानलोकामो भवति सङ्कल्पादेव अस्य अन्नपाने समुत्तिष्ठतः तेन अन्नपानलोकेन सम्पन्नो महीयते अथ यदि गीतवादित्रलोकामो भवति सङ्कल्पादेव अस्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते अथ यदि स्त्रीलोकामो भवति सङ्कल्पादेव अस्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते समानमन्यत मातरो जनित्र्यः अतीतः सुखहेतुभूतः सामर्थ्य न हि दुःखहेतुभूतासु ग्रामशूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिनः इच्छा तत्सम्बन्धो वायुक्तः यं यमन्तम् अविकामो भवति यं कां कामिते स्वस्य सङ्कल्पादि समुत्तिष्ठति तेन सम्पन्नो महीयते यं यमन्तं प्रदेशम् अभिकामो भवति यञ्च कामं कामयते यथोक्तव्यतिरेकेणापि सः अस्य अन्तः प्राप्तुम् इष्टः कामश्च सङ्कल्पादेव संस्थितते अस्ति तेन इच्छा अभिघाततया अभिप्रेतार्थप्राप्त्या च सम्पन्नमहीयते इति उक्तार्थम् इति द्वितीयखण्डभाष्यं तृतीयखण्डः तैमे सत्याः कामः अन्तापिधानाः तेषां सत्यानागं सताम् अनृतम् अभिधानं यो यो हि अस्य इतः प्रैति न तमिह दर्शनाय लभते। यथोक्त आत्मध्यान साधनानुष्ठान प्रति साधकानां उत्साहजनार्थम् अनुक्रोशयन्ति आह। कष्टमिदं खलु वर्तते यत् स्वात्मस्थाः शक्यप्राप्याः अपि त इमे सत्याः कामाः अनुतापिधानः। तेषाम् आत्मस्थानां स्वाश्रयाणामेव सतां अनृतं बाह्यविषयेषु स्त्र्यन्नभोजनाच्छादनेषु तृष्णं तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वात् अनृतमित्युच्यते। तन्निमित्तं सत्यानां कामानाम् अप्राप्तिः इति अभिधानमिव अभिधानम्। कथम् अनुताभिधाननिमित्तं तेषाम् अलाभः इति उच्यते। यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् प्रैति प्रगच्छति म्रियते तम् इष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इहं पुनः दर्शनाय इच्छन्नपि न लभते। अथ ये चास्य जीवाः ये च प्रेता यच्चान्यत् इच्छन्न लभते सर्वं तदत्र गत्वा विन्दते अत्र हि अस्य एते सत्याः कामाः अनुतापिधानाः तद्यथा अपि हिरण्यनिधिं निहितम् अक्षेत्रज्ञापर्यपरि सञ्चरन्तो न विन्देयुहम् एवमेव इमाः सर्वाः प्रजाः हरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्युढाः। अथ पुनः ये च अस्य विदुष जन्तोः जीवन्ति ह पुत्राः भ्रात्रादयो वा ये च प्रेतः मृताः इष्टाः सम्बन्धिनः यच्च अन्यदिह लोके वस्त्र अन्नपानादि रत्नानि वा वस्तु इच्छन्न लभते तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते। अत्र अस्मिन् हार्दाकाशे हि यस्मान् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनुतापिधानाः। कथमिव तदन्यायमिति उच्यते तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनः ग्रहणाय निधातृभिः निधीयते इति निधिः तं हिरण्यनिधिं निहितं भूमेः अधस्तात् निक्षिप्तम् अक्षेत्रज्ञः निधिशास्त्रैः निधिक्षेत्रम् अजानन्तः ते निधेः उपर्युपरि सञ्चरन्तोपि निधिं न विन्देयुः शक्यवेदनमपि। एवमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मयुलोकः ब्रह्मलोकः तम् अहरः प्रत्यहं गच्छन्त्योपि सुषुप्तकाले न विन्दन्ति न लभन्ते येषु अहं ब्रह्मलोकं भवमापन्नो अस्मि अद्य इति अनृतेन हि यथोक्तेन हि यस्मात् प्रत्युढाः हृतः स्वरूपतो अविद्यादोषैः बहिः अपकृष्टाः इत्यर्थः। अतः कष्टमिदं वर्तते जन्तूनां यत् स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्राय सवा एषात्मा हृदि तस्य एतदेव निरुक्तिकं हृदि अयमिति तस्मा हृदयम् अहरहर्वा एवं विस्वर्गं लोकमेति स वै यः आत्मा अवतपात्मा इति प्रकृतः वै शब्देन तं स्मरयति एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके आकाशशब्देन वीतः। तस्य एतस्य हृदयस्य एतदेव निरुक्तं निर्वचनं न अन्यत् हृदि अयमात्मा वर्तते इति यस्मान् तस्मात् हृदयं हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदये आत्म इति अवगन्तव्यम् इत्यभिप्राय अहरहर्वै प्रत्यहम् एवं वेत् हृदि अयमात्म इति ज्ञानं स्वर्गं लोकं हार्दं ब्रह्म एति प्रतिपद्यते ननु अनेवं विदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यते एव सता सौम्यतरा सम्पन्नः इति उक्तत्वात् बाणमेवं तथापि अस्ति विशेषः यथा जानन् अजानंश्च सर्वो जन्तुः सद्ब्रह्म एव तथापि तत्त्वमसि इति प्रतिबोधितः विद्वान् सदैव न अन्योऽस्मि इति जानन् सदैव भवति। एवमेवं विद्वान् अविद्वांश्च सुषुप्ते यद्यपि तत्सम्पद्यते तथापि एवं विदैव स्वर्गं लोकमेति इति उच्यते। देहपातेऽपि विद्याफलस्य अवश्यं भवित्वा तु इति एष विशेषः। अथ ये सम्प्रसादो अस्मात् शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्या स्वेन रूपेण अपि निष्पद्यते येष आत्मीति होवाच ये तदमृतम् अवयमेतद्ब्रह्म इत्यस्य वा एतस्य ब्रह्मणो नाम सत्यमिति। सुषुप्तकाले स्वेन आत्मना सदा सम्पन्नः सन् सम्यक् प्रसीदति इति जागृत्स्वप्नयोः विषयेन्द्रियसंयोगजातं कालिचिं जहाति इति सम्प्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः तदापि एवं वित् स्वर्गं लोकमेति इति प्रकृतत्वम् एष सम्प्रसादः इति सन्निहितवतो यत्नविशेषात् सः अथ इदं शरीरं हित्वा अस्मात् शरीरात् समुत्थाय शरीरात्मभावनां परित्यज्य इत्यर्थः न तु आसनादिव समुत्थाय इति इह युक्तं स्वेन रूपेण इति विशेषण न हि अन्यतः उत्थाय स्वरूपं सम्पत्तव्यं स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत् परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसम्पद्य स्वास्थ्यम् उपगम्य इति एतत् स्वेन आत्मीयेन रूपेण अविनिष्पद्यते प्राग् एतस्याः स्वरूपसम्पत्तेः अविद्यया देहमेव अपरं रूपम् आत्मत्वेन उपगतः इति तदपेक्षा इदमुच्यते स्वेन रूपेण इति अशरीरता हि आत्मनः स्वरूपं यत् स्वं परं ज्योतिः स्वरूपम् आपद्यते सम्प्रसादः एष आत्मेति यः उवाच स ब्रूयादिति यः श्रुत्या नियुक्तः अन्तेवासिभ्यः किञ्च एतदमृतम् अविनाशी भूमा यो वै भूमा तदमृतम् इति उक्तम् अत एव अभयं भूम्नो द्वितीय अभवत् अतः एतद् ब्रह्म इति तस्य वा एतस्य ब्रह्मणो नाम अभिधानं किं तत् सत्यमिति सत्यं हि अविततं ब्रह्म तत् सत्यं स आत्मा इति हि उक्तम् अथ किमर्थमिदं नाम पुनः उच्यते तदुपासनविधिस्तुत्यर्थं तानि अवायतानि त्रीणि अक्षराणि सतीयम् इति तद्यत् स तदमृतम् अथ यत्ती तन्मर्त्यम् अथ यद्यं तेन उभे यच्छते यदनेन उभे यच्छते तस्माद्यम् अहरहर्वायं विस्वर्गं लोकमितेम् तानि हवा एतानि ब्रह्मणो नामाक्षराणि त्रीणि एतानि सतीयम् इति सकारः तकारो यम् इति च ईकारः तकारे उच्चारणार्थ अनुबन्धः ह्रस्वेनैव अक्षरेण पुनः प्रतिनिर्देश तेषां तत् तत्र यत् सत् सकारः तन्मृतं सद्ब्रह्म अमृतवाचकत्वात् अमृत एव सकारः तकारान्तो निर्दिष्टः अथ यत्ति तकारः तन्मर्त्यम् अथ यत् यम् अक्षरं तेन अक्षरेण अमृतमर्त्याख्ये पूर्वे उभे अक्षरे यच्छति नियमयति वशीकरोति आत्मना इत्यर्थः यत् यस्मात् अनेन यम् इति अनेन उभे यच्छति तस्माद् यं संयते इव हि एतेन यमालक्ष्यते ब्रह्मनाम अक्षरस्यापि इदम् अमृतत्वादिधर्मवत्वं महाभाग्यं किमुत नामवतः इति उपास्यत्वाय स्तूयते ब्रह्मनामनिर्वचने यं नामवतो वेत्ता यं वे अहरहर्व एं वित् स्वर्गं लोकमेति इति उक्तार्थम्